ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तुते येनाक्षरसमां नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिम् पाणिनिं सुरकारं च तोऽस्मि मुनित्रयम् हरिः ओम् श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम् तत्र सूत्रेषु बलाबल चिन्तनम् इति करपत्रे तत्र अधोभागे कानिचन परिभाषाविषये तत्र किञ्चित् दत्तम् अस्ति अस्माभिः पूर्वस्मिन् वर्गे प्रथमपरिभाषाविषये किञ्चित् पठितम् तत्र प्रथमपरिभाषा यत् अस्ति तदस्ति अनन्तरस्य विधिर्वा प्रतिषेधो वा अत्र अस्माभिः उदाहरणद्वयमपि दृष्टम् अस्मिन् परिभाष अस्यां परिभाषायां तत्र अनन्तरस्य इति पदस्य इत्युक्ते तत्र अव्यवहितपूर्वस्य सो यदा तत्र कोऽपि विधिः अस्ति तस्य साक्षात् अनन्तरम् अव्यवहितं कोऽपि विधिः अथवा प्रतिषेधः उक्तम् अस्ति चेत् सः विधिः अथवा प्रतिषेधः पूर्वस्य एव भवति न तु व्यवहितस्य भवति तत्र अस्माभिः उदाहरणानि अपि दृष्टानि इदानीं तत्र द्वितीय उदाहरणम् अस्ति मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते न तु उत्तरान् न उत्तरान् इति तत्र अन्यत् परिभाषा अस्ति अत्र अपवादाः इति यत् उक्तम् अस्ति साक्षात् यत् निरवकाशत्वम् अपवादस्य बीजं तद् अपवादः तादृश अपवादः इति तु न वदामः परन्तु विशेषसूत्रम् अस्ति इत्युक्ते यस्मिन् सूत्रे प्रतिपदपाठ कृतम् अस्ति यथा अस्तिर्भू इति सूत्रे साक्षात् अस् इत्यस्य धातोः पाठं कृतम् अस्ति परन्तु यदा वयं तत्र सार्वधातुकार्धधातुकयोः इति सूत्रं पश्यामः चेत् तत्र यत्किमपि इगन्तधातु अस्ति तस्य विषये विधिः अस्ति सो तत्र स्पेशल् धातुविषये प्रतिपदपाठं न कृतम् अस्ति परन्तु तत्र अष्टाध्यायीग्रन्थे तत्र बहु सूत्राणि सन्ति यत्र महर्षिद्वारा साक्षात् प्रतिपद पाठितमस्ति इत्युक्ते साक्षात् यथा तत्र मृदेर्वृद्धिः और् मृदेर्गुणः इति तत्र मृदधातुः विषयः एव अस्ति अन्य कोऽपि पदस्य विषयः नास्ति धातुविषयः नास्ति सो कस्मिञ्चित् सूत्रे तत् भवति तादृशसूत्रं प्रायशः विशेषसूत्रं भवति बिकास् देट् सूत्रं तत् सूत्रं तस्य विषये एव कार्यं करोति अन्यविषयस्य तत्र वार्ता नास्ति विशेषपदविषये एव सूत्रं रचितम् अतः तद् विशेषसूत्रं भवति सो अस्मिन् अस्यां परिभाषायां मध्ये अपवादाः यः अपवादाः इति उक्तम् अस्ति इत्युक्ते मध्ये कोऽपि विशेषसूत्रम् अस्ति चेत् विशेषविधिः उक्तम् अस्ति चेत् सः विधिः पूर्वान् विधीन् बाधन्ते न उत्तरान् पूर्वे यत् तस्य विषये किमपि उक्तम् अस्ति चेत् तस्य एव बाधा करोति न तु अनन्तरं तस्य विशेषसूत्रस्य अनन्तरं किमपि अन्यत् उक्तम् अस्ति चेत् तस्य विषये तस्य अधिकबलं न वर्तते तस्य बाधा न करोति सो विशेषसूत्रं प्रायशः अपवादसूत्रं भवति अपि च अपवादसूत्रस्य विषये एकम् अन्यत् तत्र अस्माभिः तत्र स्मर्तव्यं यदि अपवादसूत्रे उत्सर्गसूत्रे यत् कार्यमुक्तं यत् औट्कम् अस्ति वृद्धिः वा गुणः वा यदि विशेषसूत्रे अपि समान औट्कम् अस्ति वृद्धिः एव भवति विशेषसूत्रेण अपि तदा द्वयोः मध्ये तादृश उत्सर्ग अपवाद सम्बन्धः इति न वदामः बिकास् औट्कं तु समानम् अस्ति वयं न वक्तुं शक्यते केन सूत्रेण अत्र कार्यम् अभवत् सो यदा तत्र औट्कं डिफ्रेण्ट् अस्ति तदा अपवादसूत्रस्य अधिकबलं वर्तते इत्युक्ते यद्गुणः अपि च वृद्धिरेचि आद्गुणः इत्यनेन गुणादेशः भवति, वृद्धिरेचि इति सूत्रेण वृद्धिः आदेशः भवति. औट्कम् डिफ्रेण्ट् अस्ति, एकस्मिन् भागे तत्र गुणादेशः भवति, अन्यस्मिन् सूत्रे वृद्धि भवति. सो तादृशसूत्रयोः उत्सर्ग अपवा सम्बन्धः वक्तुं शक्यते. परन्तु कुत्रापि यदि कार्यं समानम् अस्ति, वृद्धि एव द्वयेन सूत्रेण उक्तम् अस्ति चेत् तत् प्रायशः अपवाद्य तादृश अपवादः नाम. सो एकवारं पठामः अत्र, अत्र तु उदाहरणानि अपि अन्य उदाहरणानि अपि सन्ति, परन्तु यः अन्यत् उदाहरणमस्ति स्वाङ्गोच्च उपसर्जनात् असंयोगात् इति यत् पदमस्ति उपदात्, तत्तु समासविषयः उदाहरणम् अस्ति. अतः तस्य विषये समासस्य ज्ञानमपि आवश्यकम्. परन्तु पूर्वे प्रथम उदाहरणे तत्र वयं एषः अस्माकं परिचितानि सूत्राणि एव सन्ति, अतः तदाधारीकृत्य एतत् यत् परिभाषा अस्ति तस्य कः तस्य फलं किम् इति वयं पठामः एकवारं. सो मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते न उत्तरान् इति परिभाषा अस्ति. चेतना भगिनी प्रारम्भं करोतु भगिनि. नमस्कारः. नमस्कारः. मध्ये अपवादाः पूर्णान् बाधन्ते न उत्तरान् इति परिभाषा. अनया परिभाषया सूत्रपाठे सामान्यशास्त्रमध्ये पठितानि विशेषसूत्राणि अपवादसूत्राणि स्वापेक्षया पूर्वाणि एव तानि बाधन्ते न तु पराणि इति परिभाषार्थः. मध्ये पठिताः अपवादाः पूर्वस्यैव विधेः बाधकाः भवन्ति. उत्तरस्य विधेः बाधकाः न भवन्ति इत्यर्थः. किम् अवगतम्? परिभाषा अस्ति मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते न उत्तरान् इति. सामान्य व्याकरणशास्त्रमध्ये विशेषसूत्राणि अपवादसूत्राणि बलवत् भवति, परन्तु सर्वदा भवति इति नास्ति. सर्वेषां कृते बलवत् अपवादसूत्र तथा नास्ति. यथा अत्र किमुच्यते? पूर्णानि एव तानि बाधन्ते न तु पराणि इति परिभाषार्थः. पूर्वसूत्रमपि एव पूर्वसूत्रम् एव तस्यैव बाधा करोति, तस्यैव कार्यस्य बाधा करोति. इत्युक्ते सपोज् तत्र ए सूत्रमस्ति कस्मिंश्चित् अध्याये. हियर् इट् इस् नाट् नेसेसरि देट् सूत्र शुड् बि इन् द सेम् अध्याय. ए सूत्र इस् इन् सम् अध्याय, देन् वी हेव् एक्स् सूत्र इन् सम् अदर् अध्याय. बोत् वर्क् एस् एन् उत्सर्ग, तेषां कृते बृहत् कार्यक्षेत्रम् अस्ति. मध्ये एतयोः सूत्रयोः मध्ये कुत्रचित् अपवादः पठितमस्ति, द्वयोः कृते विशेषसूत्रमस्ति. सो अनया परिभाषया सः मध्ये यः पठितानि विशेषसूत्राणि पूर्वस्य एव बाधा करोति, न तु उत्तरस्य इति परिभाषा अस्ति. यत् अत्र सङ्ख्या आवश्यकं, सूत्रसङ्ख्या किम्, अतः सूत्रसङ्ख्या आवश्यकं वर्तते. सूत्रस्य सूत्रसङ्ख्या किं? सो यः अपवादसूत्रम् अस्ति, सपोज् सि इस् द अपवादसूत्रं, सः पूर्वस्य विधेः एव बाधा करोति, न तु उत्तरस्य विधेः. उत्तरस्य विधेः विषये तस्य अपवादबलं तादृशं न वर्तते. देट् इस् वै, बिकास् द अरेञ्ज्मेण्ट् आफ् द सूत्रास् इस् तादृशम् इति परिभाषा अस्ति. उदाहरणं त्रिपाद्यां मध्ये एव पश्यामः, इतोपि किञ्चित् अवरामः. किं भगिनि, मया न श्रुतं. त्रिपाद्याम् एव न एतत् परिभाषा? न, त्रिपाद्यां तु भिन्न भिन्न तत्र चर्चा अस्ति न भगिनि, विषये एतत् भवति. त्रिपादिविषये एतत् एतत् न भवति. तत्रापि तथा पश्यामः चेत् पूर्वसूत्रस्य ग्रस्त्रम् असिद्धम्. परन्तु अत्र किं वदति? अत्र वदति यः पूर्वसूत्रमस्ति तस्य अधिकबलं न वर्तते, यः अनन्तरं सूत्रमस्ति तस्य अधिकबलं वर्तते. तु प्रायशः परिभाषायाः प्रयोगः सपाद सप्ताध्याय्याम् एव भवति, न तु त्रिपाद्याम्. त्रिपाद्यां तु भिन्न तत्र पूर्वत्र सिद्धम् इत्यस्य एव अधिकारः. एतत् मध्ये अपवादाः पूर्वान् विन् बाधन्ते न तराणि इति परिभाषायाः अर्थः कः इति अवगतं वा भगिनि? आम् महोदय, किञ्चित् ब्रेक्स् अस्ति महोदय, ध्वनिः सम्यक् न आगच्छति वा? अन्यत्र ऐ डोण्ट् नो, ओन्ली दिस् ऐ इस् गिविङ्ग् मी ट्रबल्, नाट् अदर् आप्स्. आं सत्यम्, एकवारं पश्यामः मोबैल् डाटा कार्यं करोति चेत् सम्यक् भवति. अस्तु, उदाहरणं इदानीम् उदाहरणं पश्यामः. उदाहरणं पठित्वा किञ्चित् पुनः अवगच्छामः. इदानीं श्रूयते वा ध्वनिः? आं महोदय. अस्तु मञ्जरी भगिनी, उदाहरणं पठतु एकवार. इनोयन् इति सूत्रं पठतु भगिनि. उदाहरणानि इनोयन् 6.4.81 इण् धातोः यण् आदेशः भवति अजादि प्रत्यये परे. इणः षष्ठ्यन्तं, यण् प्रथमान्तं, द्विपदमिदं सूत्रम्. अजिष्णु धातुभ्युवां योरि यङ् यमङ्गो 6.4.77 इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, अङ्गस्य 6.4.1 इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् इणः अङ्गस्य यण् अचि. यन्ति, यन्तु, आयन् इति एव रूपाणि भवन्ति लटि, लोटि, लङ्गि च प्रथमपुरुषे बहुवचने. सूत्रं किं? इणोयण् इति सूत्र, तत्र इणः षष्टिविभक्तिपदं, यण् प्रथमान्तम् इति द्विपदमिदं सूत्रं. तत्र इण षष्टिस्थाने भवति, तस्य स्थाने यण् आदेशः भवति तदा अजादि प्रत्यये परे. अचि इति इत्यस्य तत्र अनुवृत्तिः अस्ति अङ्गस्य अधिकारः, तथा अनुवृत्तिसहितसूत्रमस्ति इणः अङ्गस्य यण् अचि इति. प्रथमान्तमस्ति कार्यम् आदेशः, अचि इति सप्तम्यन्तम् इत्युक्ते अच् अजादिप्रत्यये परे. अत्र अजादिप्रत्यये परे किं वदामः? किमस्ति, ध्वनिः आगच्छति वा? अस्ति अस्ति, सम्यक् अस्ति. अस्ति अजादिप्रत्यय अस्ति तर्हि एव कार्यं भवति इति. अजादिप्रत्यय एव निमित्तमस्ति. फलादि कोऽपि प्रत्ययः अस्ति तत्र इन् धातोः यनादेशः न भवति. यन् इति प्रत्याहारः अस्ति, यन् प्रत्याहारे तत्र चत्वारः वर्णाः सन्ति यन् प्रत्याहारे. ठीक है, यवरल यवरल. सो अत्र अन्तरतमः इति सूत्रेण इन् धातोः इ एव अवशिष्यते, केवलम् इ एव अवशिष्यते, नकारस्य संज्ञा अस्ति इन् धातोः. सो ई स्थाने यनादेशः उक्तमस्ति चेत् केवलं यकारः एव आगच्छति ई स्थाने यन् प्रत्याहारेषु. सो अतः अत्र स्थाने अन्तरतमः इत्यनेन ई स्थाने यकारः सर्वदा भवति. अपि च अत्र इन् धातोः कस्मिन् गणे अस्ति? अदादिगणे अस्ति अहं चिन्तयामि. सो अदादिगणे ई प्रत्ययः अस्ति चेत् तत्र झि इति प्रत्ययस्य विवक्षायां, बहुवचनस्य प्रत्ययस्य विवक्षायाम् अत्र वदतु भगिनि कथं प्रक्रिया भवति? ई योग झि भवति चेत् कथं भवति कार्यम्? ई योग झि भवति चेत् तत्र स्थाने अन्त आदेशः भवति. प्रथमे अत्र शप् प्रत्ययः आगच्छति न भगिनि? ई योग शप् योग ज, ई योग शप् योग कर्तरि शप् इति सूत्रेण, सारी जी कर्तरि शप् इति सूत्रेण शप् आगच्छति, परन्तु इन् धातुः अदादिगणे अस्ति अतः किं भवति शप् प्रत्ययस्य? लुप् भवति. हा, सूत्रं किम्? अदादिभ्यः लुः अधिप्रभृतिभ्यः शप् लुकः. शप्रत्ययस्य सम्पूर्ण शप्लुक् शप्लुक् भवति चेत् शप् सम्पूर्णतया गच्छति. इदानीं केवलं झि योग सोरि ई योग झि अस्ति. हा, इदानीं वदतु किं भवति? ई योग झि अस्ति तत्र झोन्तः सूत्रेण स्थाने अन्त आदेशः भवति. जकार अवयवस्य अन्तादेशः, जकार अवयवस्य अन्तादेशः भवति. अन्तादेशः भवति तत्र अन्ति इति प्रत्ययः. अन्ति, हा, अन्ति इति प्रत्ययः य य योग अन्ति यन्ति. इदानीं कस्य कस्य सूत्रस्य प्रसक्तिः अत्र भवति? ई योग अन्ति अस्ति चेत् कस्य कस्य सूत्रस्य प्रसक्तिः? अजादिप्रत्ययपरे इकारान्त धातुरूपी अङ्गम् अस्ति, कस्य कस्य सूत्रस्य प्रसक्तिः अत्र? इणो यण् इति सूत्रस्य प्रसक्ति. अपि च अन्यत् कोऽपि सूत्रस्य प्रसक्तिः अस्ति वा अत्र? तत्र अचिश्रु धातु ब्रुवामि इति सूत्रेण इवङ् आदेशः भवति. किमर्थं? परन्तु न किमर्थं भवति, किमर्थम् अस्य सूत्रस्य प्रसक्तिः अत्र अस्ति? युवोः धातोः सो इकारान्त धातुरूपी अङ्गम् अस्ति, साक्षात् इकारः धातोः इकारः, यत् अङ्गम् अस्ति अन्तिप्रत्ययस्य कृते यत् अङ्गमस्ति तत्र इकारान्त धातुरूपी अङ्गमस्ति, न तु कोऽपि प्रत्ययस्य इकारः नास्ति, धातोः इकारः अस्ति, अपि च अजादिप्रत्ययः परे अस्ति, अन्ति इति अजादिप्रत्ययः. अतः अत्र इयङादेशः अपि भवितुं शक्नोति, अस्य सूत्रस्य अपि प्रसक्तिः, इनो यन् इति सूत्रस्य अपि प्रसक्तिः, परन्तु रूपं किम् अस्ति? यन्ति एव रूपम् अस्ति. इत्युक्ते अत्र इनो यन् इति सूत्रस्य कार्यं भवति, न तु इयङादेशः भवति. इनोयन् सूत्रं बिकास् अत्र साक्षात् धातुरूपी इकारान्त धातुरूपी अङ्गम् अस्ति, अतः द्वयोः सूत्रयोः एकत्र प्राप्तिः अस्ति. इदानीम् इनोयन् इति सूत्रं प्रतिपादसूत्रमस्ति, इत्युक्ते अस्मिन् सूत्रे साक्षात् इन् धातोः तस्य पाठः कृतमस्ति, इन् धातुविषये एव एतत् सूत्रम् अस्ति, अन्य कोऽपि धातुविषये नास्ति. परन्तु अजिष्णु धातु ब्रुवाम् इति कस्यचित् यत्किमपि इकारान् उकारान् धातुरूपी अङ्गम् अस्ति तस्य विषयः अत्र. इनो यन् इस् अ प्रतिपदसूत्रं, प्रतिपदसूत्रम् इत्युक्ते यस्मिन् सूत्रे विशेषपदस्य पाठं कृतम् अस्ति, इन् धातोः पाठम् अत्र अस्ति, सो विशेषसूत्रम् अस्ति. अतः इट् लुक्स् लैक् देट् इनो यन् इस् एन् अप्वातृ अचिष्णु धातु ब्रुवां, बिकास् इनो यन् कम्स् अण्डर् द डोमेन् आफ् अचिष्णु धातु ब्रुवाम्. अचिष्णु इत्यनेन बृहत् कार्यक्षेत्रम्, इनो यन् इत्यनेन लघु कार्यक्षेत्रं, केवलम् इन् विषये एव कार्यमस्ति. सम्पूर्णतया अस्य कार्यक्षेत्रस्य मध्ये पतति एतत् इनो यन् इति सूत्रम्. अवगतं वा भगिनी द्वयोः मध्ये सम्बन्धः? अवगतम् अवगतम्. एतत् अपि एतत् पठतु एकवारम्. अचिष्णु धातु, अचिष्णु धातु ब्रुवां युवोः इवङ्गुवङ्गौ 6.4.77 इति सूत्रस्य इयङादेशस्य अपवादः इणोयण् 6.4.81 इति सूत्रम्. यन्ति यन्तु आयन् चेत् यत्र इयङादेशं प्रपाद्य इणोयण् 6.4.81 इत्यनेन यणादेशः भवति. सि इनोयान् इति सूत्रेण यनादेशः, अजिष्णु धातु ब्रुवाम् इति सूत्रेण इयङादेशः, सो कार्यम् औट्कम् डिफ्रेण्ट् अस्ति, अनेन सो द औट्कम् इस् डिफ्रेण्ट्, समान औट्कम् नास्ति, अतः अपवाद् सूत्रम्. स्थाने अपि समानं, निमित्तमपि समानम्, अचि इति निमित्तं, द्वयोः कृते अचि इति निमित्तम्, इकारान्त् इति इकारान्त् इति धातुरूपी अङ्गं भवेत् अत्रापि धातुरूपी अङ्गम् अस्ति, अतः स्थाने अपि च निमित्तं समानं, परन्तु यत् फलम् अस्ति तद् भिन्नं भिन्नं द्वयोः कृते. अतः इनो यन् इति अपवादभूतसूत्रं, कस्य? अजिष्णु धातु ब्रुवाम्. इदानीम् अत्र पश्यतु सङ्ख्या किम् अस्ति, 6477 पूर्वसूत्रमस्ति, इनोयान् इति 6481 अनन्तरम् अस्ति, सो पूर्वसूत्रम् अचिष्णु धातु ब्रुवाम्. इदानीम् अग्रे पश्यामः अग्रे किं भवति. चेतना भगिनी अग्रे पठतु भगिनि. इदानीम् किं धातुतः यदा नुल् प्रत्ययः अथवा ल्युट् प्रत्ययः विधीयते तदा इणोयन् 6481 इत्यनेन यणादेशः भवति किम्? किं चिन्तयति? नवल्प्रत्ययस्य का गतिः भवति? लकार अपि च णकारस्य इत्संज्ञा भूत्वा ऊ अवशिष्यते. तदनन्तरं ऊ अक भवति. युवर्णाको इति सूत्रेण भूस्थाने अकादेशः भवति. ल्युट् विषये ल्युट् अपि तकार लकारस्य इत्संज्ञा भूत्वा यु अवशिष्यते. यु अन भवति. इदानीं कीदृशी प्रत्ययः अस्ति अस्माकं सविधे? अजादि प्रत्ययः. अतः द्वयोः सूत्रयोः इन् धातुविषये प्रसङ्गः भवति, बिकास् इदानीं नवुल् प्रत्ययः तु साक्षात् अजादि नास्ति, परन्तु यदा प्रत्यादेशः भवति तदा सः अक इति भवति. सो इदानीम् अजादिप्रत्ययः परे अस्ति इन् इति धातोः. इदानीं किं भवति? सो नवुल् प्रत्ययः गुणानुकूलप्रत्ययः ल्युट् कीदृशप्रत्ययः अस्ति? नित् अस्ति. अपि च आर्तधातुक् नित् प्रत्ययः. आर्तधातुक् नित् अस्ति. ल्युट् अतः ल्युट् आर्तधातुक् अस्ति, परन्तु सामान्य आम् सामान्य आर्तधातुकप्रत्ययः अस्ति. कित्नित् भिन्न प्रत्ययः अत्रापि कित्नित् भिन्नः परन्तु णित् प्रत्ययः अस्ति. सो अत्र कः किं किं कार्यं भवितुं शक्नोति नवुल् आधारीकृत्य? नवुल् णित् अस्ति, अतः गुणनिश्चे बाधित्वा वृद्धिः भवति अचोयणिति इति सूत्रेण. सो इदानीं किम् अस्ति इन् धातोः नवुल् प्रत्ययः? इन् धातोः नवुल् प्रत्ययः इत्युक्ते अक इति अस्ति, आदेशं भूत्वा अक इति भवति. इदानीं किम् अत्र किं करणीयम्? इनोयान् इति सूत्रे आदेशः करणीयं वा अत्र अचोणिनीति इति सूत्रेण कार्यं करणीयम् इति प्रश्नः? इज़न्ट् इट्? अत्र इनोयान् करणीयं वा अचोनिनिति इति सूत्रेण कार्यं करणीयम्? अचोनिनिति इति सूत्रं कुत्र पठितम्? 7.2.115 सप्तमे अध्याये सूत्रम् अस्ति. इनोयन् 481 अचिष्णु धातु ब्रुवां 6477. सो यदा अचिष्णु धातु ब्रुवाम् अपि च इनोयन् द्वयोः मध्ये तत्र सङ्घर्षः भवति चेत् इनोयन् इति अपवादभूतसूत्रं तेन एव कार्यं भवति. तत् लटि अपि भवति, लोटि अपि भवति, लङ्गि अपि भवति. विधिलिङ्गि तु तत्र भिन्न आदेशः भवति. सो एतेषु स्थलेषु इनोयन् एव सूत्रं कार्यं करोति. इदानीं यदा इदानीं प्रश्नः अस्ति, यदि इनोयन् इति स्पेशल् सूत्रं विशेषसूत्रम् अस्ति, केवलम् इन् धातुविषये एव अस्ति, किमर्थम् अत्र ई योग अक इति अस्मिन् विषये किमर्थम् इनोयन् सूत्रं कार्यं न करोति? किमर्थम् अचोनिणीति इति सूत्रं कार्यं करोति? सो तस्य कृते एव एतत् परिभाषा अस्ति. परिभाषा किं भगिनि? मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते न उत्तरान्. पूर्वान् विधीन् बाधन्ते न उत्तरान्. सो अचोनिनिति उत्तरे अस्ति. अचिष्णु धातु पूर्वे, इनोयन् इस् मध्ये कुत्रचित् पठितम्. अतः so we apply because we have to give some nyay na. Why inoyan is not doing karya with respect to navul and lute? लुट् विषये तो लुट् विषये कः कार्यं केन सूत्रेण कार्यं भवति यदा गुणकार्यं सार्वधातुकार्थधातुकयोः सार्वधातु तदपि 7.3.84 सूत्रमस्ति अनन्तरम् अस्ति अतः विशेषसूत्रं द्वयोः कृते बाधा न करोति सो एव्री टैम् यु नो एन् इस् अ स्पेशल् सूत्र अपवाद् सूत्रम् अस्ति अपवाद् सूत्रम् अस्ति अनेन एव कार्यं कुर्मः तथा नास्ति मध्ये अपवादः पठितमस्ति चेत् ग्रन्थे अपवादसूत्रं मध्ये पठितम् उत्सर्गयोः मध्ये पाठितं चेत् सः पूर्वान् विधीन् एव बाधन्ते न उत्तरान् इति परिभाषा अवगतं वा भगिनि अग्रे पठतु अत्र अचिष्णुधातु भ्रुवां सूत्रस्य अपि प्रसक्तिः अस्ति परन्तु तत्र अस्ति परन्तु तस्य कृते तु इनोयन अपवादसूत्रमस्ति न भगिनि सो तत् अपगच्छति सो इदानीं तत्र सङ्घर्षः इनोयन् अपि च अचोणिनीति इति विषये भवति अपि च अस्माभिः दृष्टं यत्र यत्र उकारान्तधातुरूपी अङ्गम् अस्ति अपि च अजादिप्रत्ययः शप्रत्ययस्य अकारः अस्ति तदा तत्र कयोः मध्ये सङ्घर्षः भवति भूयोग अयोगति विषये अत्र सार्वधातुकार्थधातुकयोः अपि च अचिशुनु धातु ब्रुवाम् अजादिप्रत्ययः परे अस्ति उ इति धातुरूपी अङ्गमस्ति उकारान् धातुरूपी अङ्गमस्ति कस्यापि प्रत्ययस्य उकारः नास्ति धातु उकारः अस्ति न केवलम् अत्र युवोः इत्यनेन इकारान्त् उकारान्त् धातुरूपी अङ्गमस्ति परे अजादिप्रत्ययः अस्ति तदा किं भवति केन सूत्रेण कार्यं भवति द्वयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति अपि च एकत्र प्राप्तिः भवति चेत् विप्रतिषेधे परं कार्यम् तत्र विप्रतिषेधे परसूत्रं भवत् पूर्वपर इति विषयः अस्ति सो अत्र इन् विषये डिफ्रेण्ट् विषयः बिकास् वी हेव् अ स्पेशल् सूत्र विद् रेस्पेक्ट् टु इन् धातोः विशेषसूत्रम् अस्ति अतः इनोयन् इति सूत्रं पूर्वस्य यत् पूर्वे यत् विधिः उक्तम् अस्ति तस्य बाधा तु करोति एव इदानीं प्रश्नः परे यत् उत्सर्गसूत्रमस्ति तस्य बाधा अपि करोति वा परन्तु परिभाषा वदति न करोति उत्तरस्य न करोति पूर्वस्य एव करोति मध्ये अपवादः अस्ति चेत् पूर्वान् विधीन् एव वादन्ते न तु उत्तरान् अग्रे पठतु इदानीं नवुल् प्रत्यये परे नवुल् प्रत्यये परे अचो एति 7.2.115 इति सूत्रम् अपि प्रसक्तम् अस्ति लुट् प्रत्यये परे सार्वधातुकार्थधातुकयोः इति सूत्रम् अपि प्रसक्तम् अस्ति एतत् सूत्रद्वयमपि इणो यण् 7.4.81 इत्यस्य अपेक्षया परसूत्रमस्ति यथा इणो यण् 6.4.81 इति सूत्रम् अचिष्णु धातुभ्रुवां युवोर् इयङ् उवङ्गोम् 6.4.77 इति सूत्रस्य इयङ् आदेशस्य अपवादः तथा अचूयिणीति सार्वधातुकार्धधातुकयोः चेत्यनयोः अपि अपवादः अस्ति वा इति प्रश्नः जायते अत्र अचूयमिति प्रश्न अचूयमिति सार्वधातुकार्धधातुकयोः द्वयोः प्रसक्तिः अस्ति. इणो यण् तेषां कृते वदतु. 6481 अस्ति, अतः द्वयोः अपेक्षया पूर्वसूत्रमस्ति. इदानीम् इनोयन् सूत्रम् अचिष्णु धातुभ्रुवां योर् यङ्ग्वङ्गो सूत्रस्य अपवादः तथा अचूयिनिति सार्वधातुकार्धधातुकयोः सूत्रयोः अपि अपवादः वा इति प्रश्नः. बिकास् तत्र दृश्यते ई योग अक कुर्मः चेत् इनोयन् इति सूत्रस्यापि प्रसक्तिः दृश्यते तत्र. अपि च अस्माकं पूर्वे तत्र पठितम् एतत् विशेषसूत्रमस्ति, अपवादभूतसूत्रमस्ति, केवलम् इन् धातुविषये एव कार्यं करोति. परन्तु तथापि सो वाट् वी हेव् लर्न् नौ, यत् अपवादसूत्रं भवति सर्वदा तस्य अधिकबलमस्ति इति तु नास्ति. अपवादसूत्रेण एव सर्वदा कार्यं करणीयम् इति शास्त्रे तादृशचिन्तनं नास्ति इति इदानीम् अवगच्छामः वयम्. बिकास् नवुल्विषये तत्र अचोनिनिति सूत्रं कार्यं करोति, न तु इनोयन् सूत्रम्. अपि च ल्युट् विषये तत्र सार्वधातुकार्धधातुकयोः इति सूत्रं कार्यं करोति, न तु इनोयन्. सर्वदा अपवादसूत्रस्य अधिकबलम् इति नास्ति व्याकरणशास्त्रे. बिकास् हियर् वी केनाट् से निरवकाशत्वम् वेन् इट् इस् तत् यदा इनोयन् अपि च अचोनिणिति मध्ये सङ्घर्षः भवति चेत् वी केनाट् से इनोयन् विल् बिकम् निराकाशत्वं प्राप्नोति, बिकास् इट् हेस् आलरेडि डन् द कार्य वित् रेस्पेक्ट् टु यन्ति यन्तु इति विषये तत्र कार्यम् अभवत्. सो तादृश अपवादः नास्ति. सो अतः अनया परिभाषया यदि कोऽपि अपवादसूत्रम् अथवा विशेषसूत्रं मध्ये पठितं चेत् पूर्वान् विधीन् एव बाधन्ते, न तु उत्तरान्. सो बिकास् आफ् सो वी विल् अप्लै देट् सूत्र, वी विल् अप्लै देट् परिभाषा एण्ड् डू द कार्य फ्रोम् अचोनिणिति एण्ड् सार्वधातुकार्धधातुकयोः. अवगतं वा वेर् द अस्य परिभाषा अस्याः परिभाषायाः प्रयोगः कुत्र करणीयं? बिकास् वी हेव् टु गिव् न वै वी आर् नाट् अप्लै and it is an apvad sutram. Why it does not do the karya? It is an apvad sutram itukte vishesha sutram asti, in dhatu vishaye eva sutram asti. Kimartham atra achoni niti karyam karoti, kimartham inoya niti karyam karoti? Ataha we need an paribhasha, because we don't have some sutra. That is why the paribhasha is there. Madhya apvadah purvan vidin badante natu uttaran. अचोनिनित्यस्य कृते उत्तरसूत्रम् अस्ति, अतः इनोयन् इत्यस्य बाधा न कर्तुं शक्यते. अपि च तथैव इनोयन् इति सूत्रं सार्वधातुकार्धधातुकयोः सूत्रस्य अपि बाधा न करोति बै दिस् परिभाषा, बै अप्लायिङ्ग् दिस् परिभाषा. अवगतं वा भगिनि? अतः नूल् प्रति ऐ मीन् ई योग अक अत्र वृद्धिः एव करणीयं वा? सत्यं. सो वृद्धिः कथं भवति? अचूयिणिति इति सूत्रेण. आम्, सो किं भवति रूपं? किम् ऐ भवति? अनन्तरम् ऐ योग अक एचो य वायावः इति सूत्रेण आय् भवति आयक भवति आयक एव रूपं न अस्ति न तु य युक्तरूपम् अस्ति अस्तु मञ्जुरी भगिनी अग्रे पठतु भगिनी प्रश्नः अवगतं वा श्रूयते वा ध्वनिः श्रूयते वा मञ्जुरी भगिनी अग्रे पठतु अग्रिमं परिच्छेदम् इति यदि एवम् उच्यते मम ध्वनिः श्रूयते न मम ध्वनिः श्रूयते न हा इदा म्यूट् आसीत् भगिनि इदानीं श्रूयते पठतु यदि एवम् उच्यते यत् इणो यण् 6.4.81 अचिष्णु धातु ब्रुवां यो योरियङ्गुवङ्गौ 6.4.77 अचो निणिति 7.2.115 तथा च सार्वधातुक अर्धधातुकयोः 7.3.84 चेत् एतेषां सर्वेषां सूत्राणाम् अन्यत्र लब्धावकाशः अस्ति इत्यत्र इत्यतः विप्रतिषेधे परं कार्यं 1.4.1 इत्यनेन परसूत्रस्य कार्यं स्यात् इति तर्हि सार्वधातुक अर्धधातुकयोः 7.3.84 इत्यनेन गुणः एव स्यात् किन्तु अचोण्यणिति 7.2.115 इति सूत्रं तु सार्वधातुक अर्धधातुकयोः 7.3.84 इत्यस्य अपवादः इति कृत्वा तस्य एव कार्यं प्रथमतया स्यात् इति किम् अवगतम् अत्र इणो यण् 6.4.87 अचिष्णु धातु ब्रुवाम् इति 6.4.77 पूर्वसूत्रमस्ति अचिष्णु धातु ब्रुवाम् इणोयण् इति परसूत्रमस्ति अत्र अचो निणिति 7.2.115 सार्वधातुक अर्धधातुकयोः 7.3.84 अस्ति तत्र सर्वेषां सूत्राणां तत्र अन्यत्र लब्धावकाशः अस्ति अन्यत्र प्रसक्ति अस्ति तथा विप्रतिषेधे परं कार्यम् इति सूत्रेण तत्र परसूत्रस्य कार्यं स्यात् इति अत्र सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति अचो परन्तु अचोणिति इति सूत्रं सार्वधातुक अर्धधातुकयोः इत्यस्य अपवादः अस्ति तथा अचोणिति इति सूत्रेण एव तत्र कार्यं भवति इति अस्य अर्थः इत्युक्ते ईयोग अक इति अस्मिन् उदाहरणे तत्र इनो यन् अचिष्णु धातु ब्रुवाम् अचोणिति सार्वधातुक अर्धधातुकयो एतेषां चतुर्णां सूत्राणां तत्र प्रसक्तिः भवति सो अस्मिन् परिच्छेदे उक्तमस्ति वी केन् आल्सो डिसैड् बै विप्रतिषेधे परं कार्यं बिकास् तत्र द्वयोः सर्वेषां कृते अन्यत्र अन्यत्र लब्धावकाशः तु अस्ति एव परन्तु अस्माभिः तत्र कथं द्रष्टव्यं द्वयोः सूत्रयोः मध्ये द्रष्टव्यम् अचिष्णु अचोणिति इति परसूत्रम् अस्ति 7 to 115 दिस् इस् द लास्ट् सूत्र सार्वधातुकार्धधातुकयोः 7384 सूत्रम् अस्ति तस्मात् अनन्तरम् अचोणिति अस्ति न अचोणिति इति पूर्वसूत्रम् अस्ति सो तथापि बट् द्वयोः कृते तत्र कीदृशसम्बन्धः द्वयोः कृते उत्सर्गत्वात् सम्बन्धः अस्ति यद्यपि अपवाद सूत्रं पूर्वे पठितं तथापि द्वयोः मध्ये साक्षात् अपवाद सम्बन्धः अस्ति, उत्सर्ग अपवाद सम्बन्धः अस्ति. अतः तत्र अचोनिनीति इति एव कार्यं करोति. परन्तु इदानीम् इनो यन् अपि च अचोनिनीति मध्ये तादृश अपवाद सम्बन्धः नास्ति. इत्युक्ते अत्र यदि सर्वत्र इकारान्त इगन्त अङ्गम् अस्ति अपि च नवुल् प्रत्ययः अस्ति चेत् सर्वत्र सार्वधातुक अर्धधातुकयोः इति सूत्रं कार्यं करोति चेत् अचोनिनीति इति निरवकाशत्वं प्राप्नोति. देट् इस् वै इट् इस् अन् अपवाद सूत्रम्. बिकास् अचोनिनीति इति सूत्रस्य कार्यं सम्पूर्णतया सार्वधातुक अर्धधातुकयोः इति सूत्रस्य मध्ये वर्तते. औट्कम् अपि डिफ्रेण्ट् अस्ति. अत्र वृद्धिकार्यं भवति, अत्र गुणकार्यं भवति, फलं तु भिन्नं भिन्नं भिन्नम् अस्ति. अतः सम्पूर्णतया अचोनिनीति इस् अन् अपवत् सूत्रं तु सार्वधातुक अर्धधातुकयोः. यदा द्वयोः मध्ये तत्र सङ्घर्षः भवति चेत् सर्वदा अचोनिनीति एव तत्र तस्य एव अधिकबलं वर्तते. परन्तु अत्र इनो यन् अपि च अचोनिनीति इति मध्ये तत्र तादृश अपवाद उत्सर्गसम्बन्धः नास्ति. बिकास् इनो यन् इत्यस्य कृते अन्यत्र कार्यक्षेत्रम् अस्ति. अतः सो इट् केनाट् सो यत् यत् यत् अस्मिन् अस्यां परिभाषायां यत् मध्ये अपवादाः इति उक्तम् अस्ति, साक्षात् अपवादः न, विशेषसूत्रम्. सो विशेषसूत्रम् अस्ति, सः विशेषसूत्रम् इट् इस् नाट् एन् अपवाद् टु अचोनिनीति. इट् इस् जस्ट् बिकास् दिस् इस् अ विशेषसूत्रम् इन् विशिष्टसूत्रम् अस्ति, इन् सम्बन्धविशिष्टसूत्रम् अस्ति, तथापि सर्वत्र अस्य कार्यं न भवितुं शक्नोति. यत् पूर्वे विधिः उक्तम् अस्ति तस्य एव बाधा कर्तुं शक्यते. अनन्तरं यत् विधिः अस्ति तस्य बाधा न कर्तुं शक्यते इति परिभाषा वदति. अतः इनो यन् केनाट् स्टाप् अचोनिनीति फ्रोम् डूयिङ्ग् द कार्य. दिस् इस् वाट् इस् अत्र अस्ति. संक्षेपेण वदामः चेत् अचोनिनीति इति उत्तरसूत्रमस्ति 7.2.115. तत्र इनोयण् इति सूत्रस्य अन्यत्र लब्धावकाशः अपि अस्ति. न, वी केनाट् से अलोन् सूत्र इस् वाट् यु सेड् अचोनिनीति उत्तरसूत्रं मीन्स् परे अस्ति सूत्रम्. परे अस्ति इनोयन् इत्यस्य अपेक्षया परे अस्ति. परे अस्ति. परन्तु अत्र पश्यतु भगिनि, सार्वधातुकार्धधातुकयोः इत्यस्य अपेक्षा अपि परे पूर्वे अस्ति 7.2 इत्यस्य पादे अस्ति. बट् सार्वधातुक इस् इन् द थर्ड् पाद, बट् स्टिल् इट् इस् स्टापिङ्ग् द पूर्व विदिन. विशेषसूत्रम् अत्र प्रतिपदपाठं न कृतम् अस्ति. अस्य सूत्रस्य कार्यक्षेत्रं सम्पूर्णतया सार्वधातुक अर्धधातुक इत्यस्य कार्यक्षेत्रं मध्ये एव वर्तते. इफ् एतस्य कार्यं न कुर्मः चेत् एतत् सूत्रं निरवकाशत्वं प्राप्नोति. तादृशसम्बन्धः इनो यन् अपि च अचोनिनीति मध्ये नास्ति. बिकास् इनो यन् इत्यस्य निरवकाशत्वं तु न प्राप्नोति. बिकास् इनो यन् केन् डु कार्य वित् रेस्पेक्ट् टु अण्टि जी प्रत्ययः. तत्र तु अचोनिनीति इत्यस्य कार्यक्षेत्रं नास्ति. तत्र न नित् प्रत्ययः नास्ति. बिकास् इनो यन् डस् नाट् if we say that ino yan iti tavat eva asti vishesh sutram asti in vishisht sutram asti tah asyam paribhashayam yat apvadah iti uktam asti prayashah tat vishesh sutram atra kutrachit vishesh sutrani atra likhitam asti na vyakhyayam vishesh sutrani कदाचित् अपवादसूत्राणि अपि वक्तुं शक्यते, परन्तु तादृश अपवाद निरवकाशत्वं यत् लक्षणम् अस्ति अपवादसूत्रं तादृशं नास्ति, केवलं विशेषसूत्रम् अस्ति, इन्विशिष्टसूत्रम् अस्ति, तस्य विषये एव परिभाषा अस्ति. यत्र कोऽपि विशेषसूत्रम् अस्ति सर्वदा विशेषसूत्रेण एव कार्यं भवतु इति तु नास्ति. पूर्वे यत् विधि अस्ति तस्य एव वादः करोति, न तु अनन्तरं यत् विधि अस्ति तस्य वादः न कर्तुं शक्यते. एतत् परिच्छेदमपि पठतु. एवम् उच्यते चेत् मध्ये एवमुच्यते चेत् मध्ये अपवादः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः आवश्यकता नास्ति इति वक्तुं शक्यते खलु इति प्रश्नः उदेति. अस्य समाधानम् अस्ति यत् लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव ग्रहणम् इति परिभाषया प्रतिपदोक्तस्यैव ग्रहणं भवेत्. अस्याः परिभाषायाः अर्थः अस्ति यत् लक्षणस्य पूर्वस्य एकनिमिषः श्रूयते वा ध्वनिः? पूर्वे पूर्वस्मिन् परिच्छेदे तत्र उक्तम् आम् पूर्वस्मिन् परिच्छेदे यद् भवत्या पठितं तत्र उक्तं सर्वेषां कृते अन्यत्र अन्यत्र लब्धावकाशः अस्ति, अपि च सर्वे इदानीम् एकत्र प्राप्तिः भवति चेत् वी केन् अप्लै विप्रतिषेधे परं कार्यं फ्रोम् द शास्त्र इट् सेल्फ् वी हेव् अ सूत्र विप्रतिषेधे परं कार्यम् एण्ड् बिकास् अचोनिनिति इस् द अचोनिनिति तत्र अचोनिनिति इस् एन् अप्वर्ड् टु सार्वधातुकार्थधातुकयोः सो वी विल् से दट् अचोनिनिति इस् एन् अप्वर्ड् सूत्रं टु सार्वधातुकार्थधातुकयोः सो अचोनिनिति इत्यस्य अधिकबलं वर्तते अतः वी विल् डु अचोनिनिति इत्यस्य अधिकबलम् अस्ति अतः ई योग अक इति स्थित्यां तत्र वयम् अस्यां स्थित्यां तत्र निर्णयं कर्तुं शक्यते. नौ द प्रश्न कम्स् वाट् इस् द रिक्वैर्मेण्ट् फार् मध्ये अपवादः? डु वि रियलि नीड् दिस् परिभाषा? अस्य आवश्यकता अस्ति वा अनास्ति? अत्र तु न दृश्यते बिकास् द्विप्रतिषेधे परं कार्यम् इत्यनेन अपि वयं निर्णयं कर्तुं शक्यते, परन्तु देर् इस् अन् अनदर् परिभाषा विच् इस् लक्षणप्रतिपदकयोः उक्तयोः प्रतिपद उक्तस्य एव ग्रहणं, दिस् इस् द परिभाषा. यत्र सूत्रे प्रतिपदपाठ कृतमस्ति यथा इनोयन् इति सूत्रे, इनोयन् इति प्रतिपद उक्तसूत्रमस्ति. देर् इस् अन् अनदर् परिभाषा विच् इस् दट् लक्षण इत्युक्ते सार्वधातुकार्धधातुकयोः यत् किमपि इगन्तधातुः, तत्र तु साक्षात् धातुविषये किमपि न उक्तमस्ति, की कः धातोः इति न उक्तं, लक्ष्यं दत्तमस्ति इगन्तधातोः, कोऽपि विशेषधातुविषये न उक्तमस्ति. सिमिलर्लि अचोनिनिति इति सूत्रे अजन्तधातोः इति उक्तमस्ति, यः अजन्तधातोः अस्ति चेत् सः तस्य विषयः अस्ति, सो तत् लक्षणं दत्तमस्ति, न तु साक्षात् धातु दत्तमस्ति. परन्तु इनोयन् इति सूत्रे तु साक्षात् धातु दत्तमस्ति, इन् धातु दत्तमस्ति, सो तत्र प्रतिपद उक्तमस्ति, प्रतिपद उक्तस्य. सो इट् इस् सेयिङ्ग् देट् दिस् परिभाषा, न्यू परिभाषा इस् सेयिङ्ग् देट् लक्षणप्रतिपद उक्तयोः when we have two sutras, ekasmin sutre lakshan adhari kritya vidhi asti, dvitiya sutre pratipad ukta sutram asti yatha inoyan, dvayoho kasya grahanam karaniyam, pratipadak uktasya eva grahanam iti paribhasha asti. So it is saying we have to consider inoyan every time, this paribhasha, that is why we need another paribhasha to break, to अस्य खण्डनार्थम् एकम् अन्यत् परिभाषा तत्र आवश्यकं, विच् इस् मध्ये अपवादाः. दट् इस् वै वी आर् इन् नीड् आफ् दट् दिस् मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते न उत्तरान्. दिस् इस् वाट् इट् इस् सेयिङ्ग्. सो लक्षणप्रतिपद उक्तयोः द्वयोः प्रतिपद उक्तस्य एव ग्रहणम्. सो इनो यन् अपि च आचिषि आचोनिनीति द्वयोः मध्ये प्रतिपद उक्त सूत्रमस्ति इनो यन्. दिस् परिभाषा इस् टेलिङ्ग् मी तस्य एव ग्रहणं करणीयम्. तथा कुर्मः चेत् अनिष्टरूपं भवति. देट् इस् वै वी नीड् अनदर् परिभाषा. देट् इस् वै दिस् परिभाषा इस् देर्. अस्याः परिभाषायाः अर्थम् उक्तमस्ति. अस्याः परिभाषायाः अर्थः अस्ति यत् लक्षणस्य सूत्रस्य अपेक्षया प्रतिपदोक्तस्य ग्रहणं नाम बलवत्तम्. लक्षणप्रतिपदोक्तयोः मध्ये साक्षात् उच्चारिततत्त्वेन प्रतिपदोक्तत्वस्य एव शीघ्रोपस्थितिः भवति. अतः इणो यण् 6.4.81 इति सूत्रे इण् धातोः प्रतिपदोक्तत्वात् तस्य बलवत् स्यात् अन्येषां सूत्राणाम् अपेक्षया. एवं चेत् समस्या जायेत. अतः मध्ये अपवादाः पूर्वान् विधिन् बाधन्ते नोत्तरान् इति परिभाषायाः बलेन निर्णयः शक्यते यत् प्रतिपदोक्तत्वं चेत् अपि पूर्वस्य विधिन् एव बाधते न तु उत्तरस्य इति. मम ध्वनिः अवगतम् अवगतम्. इणोयण् इति सूत्रं प्रतिपदोक्त सूत्रमस्ति इणधातोः विषये. तत्र हा तत्र तत् सूत्रं बलवत् भवति बै दिस् परिभाषा. लक्षणप्रतिपद उक्तयोः प्रतिपद उक्तस्य एव ग्रहणम् इत्युक्ते दिस् इस् सच् अ न्याय. सपोज़् देर् आर् 4-5 बाय्स् इन् द रूम्. ऐ से लेट् एनी वन् आफ् द बाय् कम् टु मी. So they will look at each other, na, who will go. Suppose I say Rama atra agachatu. So that is pratipada. I am specifying the Rama atra agachatu. So Rama will immediately come. He will not look at. So shigra upasthiti hi bhavati. Tadrisha loke api tadrisha nyaya hasti. Isn't it? Ataha atra api tadrisha parisha. Lakshan pratipada uktayoho pratipada uktasya eva grahanam bhavati. इति तु सामान्य अनुभवः. परन्तु एतत् कुर्मः चेत् अत्र समस्या जायेत. समस्या भवति तत्र अनिष्टरूपसिद्धिः भवति. इनो यन् सर्वत्र अजादिप्रत्ययपरे इनो यन् एव कार्यं करोति चेत् अत्र अनिष्टरूपस्य निष्पत्तिः भवति. अतः अन्याः परिभाषायाः आवश्यकता अस्ति. मध्ये अपवादः पूर्वान् विधिनेव बाधन्ते न उत्तरान्. अवगतं वा? अवगतम्. दिस् इस् अ सूत्रकम इको यनचि सि. अत्र वि डिड् नाट् डिस्कस् अबौट् इको यनचि. एक्चुलि इको यनचि इत्यस्य अपि प्रसक्तिः अस्ति. ईयोग अक कुर्मः अथवा ईयोग अन्तिकुर्मः. ईयोग अन्तिकुर्मः तत्र अपि इको यनचि इति सूत्रं तु उत्सर्गसूत्रमस्ति. संहिता इत्युक्ते संहिता सत्याम् इको यनचि इति सूत्रं कार्यं करोति. सो बट् इको यनचि इति सूत्रेण अपि च इनो यन् इति सूत्रेण समानकार्यम् अस्ति. So we cannot say Ino Yan is an upward to Iko Yanachi. Because Atrapi Yanadeshah Bhavati, Atrapi Yanadeshah Bhavati. Phalam to samanam asti. Achi Atrapi Achi Ite, Atra Achi Ite, Pratyasya Achana asti, Parantu Yat Kimapi Achvarnaha. इकारस्य परे किमपि आचवर्णः असवर्णाच अस्ति चेत् तत्र यनादेशः भवति. बट् बिकास् दिस् इस् अन् वर्णकार्यम् अङ्गकार्यस्य अपेक्षया वर्णकार्यस्य अधिकबलं न वर्तते. सो बेसिक्लि हियर् आल्सो वी हेव् इको यनचि इति सूत्रस्य अपि प्रसक्तिः. सो वै वी आर् रिमूविङ्ग् दिस् सूत्र आल् टुगेदर् बिकास् एतत्तु वर्णकार्यमस्ति. अन्य सर्वे अङ्गकार्याणि, दीस् आर् अण्डर् द अङ्गस्य अधिकारे सन्ति एतानि सर्वाणि सूत्राणि. आल् दीस् सूत्रास् आर् अण्डर् द अधिकार आफ् अङ्गस्य. सो दिस् इस् इकोयान् इस् डिस्कार्डेड्. देन् वी हेव् द क्रमा इस् 6477 विच् इस् अचिशृणु धातु ब्रुवां युवोर् यङ् वङ्गो इति सूत्रम्. अस्य बाधा करोति इनोयन् इति सूत्रम्. दिस् इस् द मध्य अपवादः. अचोनिति अनन्तरम् अस्ति, सार्वधातुक अर्धधातुक अपि अनन्तरम् अस्ति. सो बिकास् वी हेव् एन् अनदर् परिभाषा विच् इस् दट् लक्षणप्रतिपदकयोः लक्षणप्रतिपदस्य एव ग्रहणं, न तु लक्षणसूत्रस्य ग्रहणं. दट् इस् वै वी रिक्वैर् बिकास् वी केन् से अत्र तादृश उत्सर्ग अपवादसम्बन्धः न वर्तते. सर्वेषां कृते अन्यत्र अन्यत्र लब्धावकाशः अस्ति. अतः तत्र यत्र ईयोग ल्यू स्थाने अनादेशः भवति, ल्युट् प्रत्ययविषये यदा अनादेशः भवति तत्र तु अचोनिति इति सूत्रस्य प्रसक्तिः नास्ति. बिकास् ल्युट् प्रत्ययः णेत् णेत् नास्ति. तत्र केवलम् इणो यन् इति सूत्रस्य प्रसक्तिः, अपि च सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसक्तिः. सो तत्र एतत् परशास्त्रमस्ति. सो द्वयोः कृते अन्यत्र अन्यत्र लब्धावकाशः अस्ति चेत् वी केन् से विप्रतिषेधे परं कार्यम्. बट् बिकास् देर् इस् अनदर् परिभाषा विच् से देट् यदा तत्र लक्षणप्रतिपदकयोः सङ्घर्षः भवति चेत् प्रतिपदकस्य एव ग्रहणं करणीयम्. सो हियर् आल्सो वी हेव् टु से इनो यन् इति प्रतिपदसूत्रमस्ति. सार्वधातुकार्धधातुकयोः इति लक्षणाधारीकृत्य सूत्रम् उक्तमस्ति. दट् इस् वै टु तस्य निवारणार्थम् एव अन्य एतत् परिभाषायाः आवश्यकता अस्ति. मध्ये अपवादाः पूर्वा विधीन् बाधन्ते न उत्तरान्. बिकास् दिस् इस् अ प्रतिपद सूत्रम्. अवगतं वा किमर्थं? सो टेक्निकलि वी केन् से विप्रतिष्यते परं कार्यं, बट् बिकास् देर् इस् वन् वन् मोर् परिभाषा विच् से दट् प्रतिपदिकस्य एव ग्रहणं करणीयं. दट् इस् वै टु ब्रेक् दट् परिभाषा वी नीड् अनदर् परिभाषा. So this is the sutra krama. So madhe apvadaha asti chet purvan vidin eva vadante natu uttaran. So inoyan is stopping the achishnu dhatu bruvam iti sutram, natu achoniniti apicha sarvadhatu. Etat paripichedam api patatu bhagni madhe apvadaha. Let us finish this. मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते न तु उत्तरान् इति परिभाषायाः बलेन इणो यण् 6.4.81 इति अपवादभूतसूत्रं यत् मध्ये वर्तते तत् पूर्वान् विधीन् एव बाधन्ते नोत्तरान् इति कृत्वा अजिष्णुधातु ब्रुवां योळियङ्गुवङ्गौ 6.4.77 इति सूत्रस्य इयङादेशम् एव बाधते न तु परसूत्राणां कार्यम् इति कृत्वा इणो यण् 6.4.81 इति विधिः परयोः गुणवृद्ध्योः न बाधते. अर्थात् इणो यण् 6.4.81 इति विधिः अचौ ऋणिति 7.1.115 सार्वधातुक अर्धधातुकयोः 6 7.3.84 चेत् अनयोः अपवादः नास्ति, अतः एव अयनम् आयकः इति रूपं लभ्यते. तत्र यनादेशः न भवति, परन्तु तत्र ऐ अपि च आ इति वृद्धिः भवति चेत् आ इति आदेशः भवति, गुणः भवति चेत् ऐ इति आदेशः भवति. सो ल्युट् विषये ल्युट् आधारीकृत्य अयनम् इति रूपं, नवुल् विषये आयक इति रूपम्. एतदपि साधुरूपाणि. अवगतं वा भगिनि? इति परिवर्त चेतना भगिनि अग्रे पठतु भगिनि तत् परिचयनीति. अचूयणीति 7215 अजन्ताङ्ग् कुत्र तथैव अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति इति मिति प्रत्यये परे येन विधिस्तदन्तस्य इत्यनेन अचः अङ्गस्य नाम न केवलम् अच् इत्यङ्गस्य अपि तु अजन्तस्य अङ्गस्य अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः ञ च ञ च ञौ यणौ इतौ यस्य तत् इणिति तस्मिन् इणिति द्वन्द्वगर्भभौव्रीः समासः अचः षष्ट्यन्तम् इणिति सप्तम्यन्तम् द्विपदमिदम् सूत्रम् वृजेर्वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य वृद्धिः इणिति. आम् अचः अचः अङ्गेन अङ्गस्य वृद्धिः अचः इति विशेष अत्र अस्मिन् सूत्रे एको गुणवृद्धिः इति सूत्रस्य आवश्यकता नास्ति वा भगिनि? कस्य महोदय? यथा सार्वधातुकार्धधातुकयोः इति सूत्रे एकोगुणवृद्धिः इत्यस्य सूत्रस्य प्रसक्ति आवश्यकता भवति. अत्र आवश्यकता अस्ति वा? एकोगुणवृद्धिः इत्यस्य आवश्यकता अस्ति वा अत्र अचोनीतिविषये? नास्ति. किमर्थम् अत्र एतनेत् विषये कुत्र इकोगुणवृद्धिः इति सूत्रं के कीदृशसूत्रं? विधिसूत्रम् इको विधिसूत्रमस्ति. का विधि विधीयते? वृद्धि इति विधिः भवति न सारि इको गुणवृद्धिः इति कीदृशसूत्रम्? स्थाने गुणः ओ संज्ञासूत्रमस्ति. न संज्ञासूत्रं कथमस्ति? परिभाषासूत्रमस्ति न भगिनि? ओ परिभाषा. आम् आम्. एतत् चतुर्थसूत्रमस्ति न, चतुर्थ अथवा पञ्चमं सूत्रम् अस्ति प्रथमाध्याये. इको गुणवृद्धिसूत्रम् इकः स्थाने गुणः वृद्धि इति एव तावदेव वदति. एकः स्थाने गुणवृद्धि इति सूत्रं वदति. सो परिभाषायाः आवश्यकता कुत्र भवति? अस्याः परिभाषायाः तत्र प्रयोगः अस्माभिः कुत्र करणीयम्? यत्र गुणविधिः गुणविधि उक्तमस्ति अथवा वृद्धि विधिः अस्ति तत्र एव अस्य परिभाषाया अस्याः परिभाषायाः प्रयोगः अस्माभिः करणीयम्. सो अचुनीति इति सूत्रे अपि वृद्धिकार्यम् उक्तमस्ति. सो किमर्थम् अत्र इको गुणवृद्धिः इति सूत्रस्य प्रयोगः न न भवति. सो इको गुण, सो एव्री टैम् ऐ एम् रिपीटिङ्ग् दिस्, ऐ डोण्ट् नो वै यू पीपल् आर् नाट् रिमेम्बरिङ्ग्. इको गुणवृद्धिः इति सूत्रं, परिभाषासूत्रम्, एतत् परिभाषासूत्रं वदति इकः स्थानी भवति गुणविषये, वृद्धिकार्यविषये इकः स्थानी भवति, यत्र स्थानी न उक्तमस्ति. सार्वधातुकार्धधातुकयोः सूत्रे स्थानी न उक्तम्, अतः तस्मिन् सूत्रे इको गुणवृद्धिः इति सूत्रं नियमनं करोति. इकः स्थानी भवतु, तत्र गुणकार्यम् अस्ति, परन्तु स्थानी न दत्तं. कस्य गुणकार्यं करणीयं, कुत्र गुणकार्यं करणीयं, तत् न दत्तं. सो इको गुणवृद्धिः इति सूत्रम् आगति वदति इकः अङ्गस्य गुणः, परन्तु अचोनिनिति इति सूत्रे साक्षात् अचः दत्तम् अस्ति. अचः इति षष्ट्यन्तं पदम् अस्ति, सो अत्र आवश्यकता नास्ति. अत्र तु स्थानी दत्तमस्ति, दत्तमस्ति, यद्यपि वृद्धि विधिः अस्ति परन्तु स्थानी दत्तमस्ति. अत्र इकः स्थानी न भवति, अत्र अचः एव स्थानी भवति. सो इको गुणवृद्धिः इति यः परिभाषासूत्रमस्ति, तस्य यत् परिभाषासूत्रमस्ति तस्य प्रयोगः तत्र एव भवति यत्र गुण अथवा वृद्धिविधिः अस्ति, अपि च यत्र स्थानी न दत्तम्. अत्र तु स्थानी दत्तमस्ति, अतः इको गुणवृद्धिः इत्यस्य आवश्यकता एव नास्ति. अत्र कोऽपि अनियमः नास्ति, अत्र स्थानी अपि अस्ति, निमित्तमपि अस्ति, औट्कम् तु अस्ति एव, वृद्धिः इति कार्यं भवति, सर्वं दत्तमस्ति सूत्रे. केवलम् अत्र विशेषेण विशेषणेन विधिः उक्तम् अस्ति, अतः येन विधिस्तदन्तस्य ई विषये साक्षात् अचरूपी अङ्गम् अस्ति. परन्तु यदा तत्र जीयोग नूल् कुर्मः चेत् तत्र तु अजन्त अङ्गम् अस्ति, अजन्तस्य न केवलम् अच् इत्यस्य अङ्गस्य, अपि तु अजन्तस्य अङ्गस्य. सो येन विधिस्तदन्तस्य इस् इट् इस् इन्क्रीसिङ्ग् द स्कोप् आफ् द सूत्र. इट् इस् सेयिङ्ग् नाट् ओन्ली द अच् रूपी अङ्गस्य, यथा ई रूपी अङ्गम् अस्ति, साक्षात् अच् रूपी अङ्गम् अस्ति इन् धातोः विषये. परन्तु यदा जी धातुः, भू धातोः इगन्त अङ्गम् अस्ति चेत् अथवा अजन्त अङ्गम् अस्ति चेत् तत्र अपि वृद्धिः भवति. सो येन विधिस्तदन्तस्य तदन्तविधिः भवति. विशेषणं यस्य अन्ते वर्तते तादृश अङ्गस्य अपि वृद्धिः. अवगतं वा भगिनि? आं महोदय. एकवारम् एतत् सूत्रद्वयं पठित्वा इदानीं समापयामः, बिकास् वी केनाट् रीड् द सेकेण्ड् ओफ् द रेकार्डिङ्ग्. शृण्वन्तु, किमपि अवगच्छामः चेत्. मञ्जरी भगिनि, रीड् द सार्वधातुकार्धधातुकयोः, एतत्तु परि अस्माभिः बहुवारं पठितम्. एकवारं सार्वधातुक अर्धधातुकयोः 7.3.84 इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके अर्धधातुके च प्रत्यये परे. सार्वधातुकञ्च अर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुक अर्धधातुके तयोः सार्वधातुक अर्धधातुकयोः सार्वधातुकार्धधातुकयोः सप्तम्यन्तम् एकपदमिदं सूत्रम्. मिदेर्गुणः 7.3.82 इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. इको गुणवृद्धिः इत्यनेन परिभाषासूत्रेण इक स्थानी भवति यत्र स्थानी न उक्तम्. येन विधिस्तदन्तस्य 1.1.72 इत्यनेन इकः अङ्गस्य इत्युक्ते न केवलम् इकः इति अङ्गम्, किन्तु तादृशम् अङ्गम् यस्य अन्ते इक्. अलोन्तस्य इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः। अनुवृत्तिसहितसूत्रम् इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः इति सम्पूर्णसूत्रम्। अग्रिमस्य अपि पठामि वा? एतत् अपि पठतु। अचिष्णुधातु अचिष्णुधातु ब्रुवां योरि यङ्गु वङ्गौ 6.4.77 श्नु प्रत्ययान्ताङ्गस्य स्वादिगणस्य अङ्गस्य यथा शक्नु चिनु इत्यनयोः इकारान्त उकारान्त धातुरूपी अङ्गस्य भ्रू प्रातिपदिकस्य च एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयम् उवङ् च आदेशः भवति अजादिप्रत्ययपरे। श्नु प्रसङ्गे प्रत्ययग्रहणे तदन्ताग्राह्याः परिभाषा 23 इति परिभाषया तदन्तविधिः अनेन यस्य अङ्गस्य अन्ते श्नु प्रत्ययः स्यात् तस्मात् इति इत्यर्थः। योः इति विशेषणं धातुशब्दस्य एव यतोहि श्नु प्रत्ययान्ताङ्गं भ्रूप्रातिपदिकं च उकारान्त एव अतः तत्र इयम् इत्यस्य प्रसक्तिः नास्ति। तर्हि धातु इत्येव अवशिष्यते यस्य कृते योः इति विशेषणं योग्यम्। येन विधिस्तदन्तस्य 1.1.72 इत्यनेन यस्य धातोः अन्ते इकारः उकारः स्यात् इति अर्थः। श्नुश्च धातुश्च भ्रूश्च तयोः इतरेतरद्वन्द्वः श्रुधातुभ्रुवः तेषां श्नुधातुभ्रुवाम्। ईश्च ऊश्च तयोः इतरेतरद्वन्द्वः तयोः योः। इयं च उवङ् च तयोः इतरेतरद्वन्द्वः इयङ्वङ्गौ। अचि सप्तम्यन्तं श्नुधातुभ्रुवां षष्ट्यन्तं योः षष्ट्यन्तम् इयङ्वङ्गौ प्रथमान्तम् अनेकपदमिदं सूत्रम्। अङ्गस्य 6.4.1 इत्यस्य अधिकारः। अनुवृत्तिसहितसूत्रं योः स्नुधातुभ्रुवाम् अङ्गानाम् इयङ्वङ्गौ अचि इति। अत्र सूत्र यत् अचि स्नुधातुभ्रुवाम् अनन्तरं युवोः इति यत् पदमस्ति तत्पदं केवलं धातोः इत्यस्य एव विशेषणं भवति। किमर्थं चेत् अत्र इकार उकार परन्तु श्नु इति तु साक्षात् उकारः अस्ति एव। ब्रू इति अपि उकारः उक्तमस्ति। सो ते तयोः कृते तु युवोः इति आवश्यकं नास्ति। सो युवोः इति कस्य कृते अस्ति? धातोः इत्यस्य कृते। सो युवोः धातोः इति भवति चेत् येन विधिस्तदन्तस्य इत्यनेन विधिः विशेषणेन विधिः उक्तमस्ति। युवोः इति विशेषणम् अस्ति। कस्य विशेषणं? धातोः विशेषणम् अस्ति। अतः येन विधिस्तदन्तस्य विशेषणेन विधिः अस्ति चेत् सः विधिः विशेषणस्य स्थाने तु भवति एव, परन्तु सः विशेषणं तत् विशेषणं यस्य अन्ते विधीयते तस्य अपि भवति। सो इकारान्त धातुरूपी अङ्गम् अस्ति चेत् अथवा उकारान्त धातुरूपी अङ्गम् अस्ति चेत् तत्र अजादिप्रत्ययपरे तत्र इयङ् अपि च उवङ् इति क्रमेण आदेशः तत्र भवतः इति सूत्रम् अस्ति। अनन्तरं यत् उदाहरणानि सन्ति तत् समासविषयक उदाहरणानि सन्ति, अतः तेषाम् अध्ययनं तु न कर्तुं शक्यते। वि डोण्ट् नो द समास विधायक सूत्राणि। सो दिस् इस् वाट् इस् मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते न उत्तरान्, बिकास् सो अस्याः परिभाषायाः तत्र आवश्यकता तु तत्र न तत्र स्यात्, परन्तु तत्र एकमान्यत् परिभाषा अस्ति यत्र उक्तमस्ति लक्षणप्रतिपदकयोः प्रतिपदक उक्तस्य एव ग्रहणम्, अतः तत् निवारण तत् तस्याः कार्यनिवारणार्थम् एव एतत् परिभाषायाः आवश्यकता भवति. मध्ये अपवादाः पूर्वान् विधीन् वादन्ते न उत्तरान्, बिकास् प्रतिपद इनोयन् इति सूत्रे प्रतिपद उक्तपदमस्ति, अतः तस्य एव ग्रहणं करणीयं चेत् असाधुरूपस्य निष्पत्तिः भवति, अतः किमपि भिन्नन्यायः तत्र भवेत्. सो एक अन्या परिभाषा आगत्य तत्र कार्यं करोति. मध्ये अपवादाः पूर्वान् विधीन् वादन्ते न उत्तरान् इति परिभाषा. वी हेव् वन् मोर् परिभाषा दट्स् आल्सो वेरि लघु, तत्र अपि कमेव उदाहरणम् अस्ति. ऐ थिङ्क् वी केन् फिनिश् इन् द नेक्स्ट् क्लास्. इदानीं तु स्थगामः. कोऽपि प्रश्नः अस्ति वा एतावता? नास्ति चेत् इदानीं स्थगामः. शान्तिमन्त्रं पठामि. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते. ॐ शान्तिश्शान्तिश्शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. धन्यवादः. नमस्कारः. धन्यवादः महोदय. धन्यवादः आचार्य.